कारः आर्धधातुकप्रकरणे लृङ् लकारः इति पाठः अनुवर्तते. तत्र हेतुमतोर्लिङ् इति प्रथमम् एकं सूत्रं दृष्टवन्तः. तदेव प्रथमम् आसीत् खलु लृङ्गः परिचयः. आम् सत्यम्, लृङ्गः परिचयः इत्यनेन हेतुमतोर्लिङ् इति हेतुः च हेतुमान् इत्यनयोः उपस्थितौ तत्र धातुतः विकल्पेन लिङ्लकारः भवति इति सूत्रं वदति. हेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा इत्यनेन एव आरम्भं जातम्. हेतुमतोर्लिङ् इति लिङ् विधानसूत्रम्. तस्मात् न श्रूयते प्रसङ्गे भवति भगिनि. ओ इदानीं श्रूयते, न श्रूयते वा? मध्ये मध्ये इदानीं श्रूयते. इण्टर्नेट् किमपि जातं वा? इदानीं सम्यक् अस्ति खलु? अस्तु, आरम्भतः वदामि. तत्र प्रथमं सूत्रमासीत् हेतुमतोर्लिङ् इति. तत्र विधिलिङ् लकारस्य विधायकसूत्रम् एतद् हेतुमतोर्लिङ् इति. हेतु च हेतुमान् इत्यनयोः उपस्थितौ इत्युक्ते कार्यकारणभावे सति धातुतः विकल्पेन लिङ् भवति इति. तत्र लिङ्गः विधानसूत्रम् आसीत्. तस्मात् अनन्तरमेव लिङ् निमित्ते लृङ् क्रियाधिपत्तौ. लिङ् निमित्तम् इत्युक्ते हेतुहेतुमद्भावः भवेत् तदा एव तस्मिन्नेव प्रसङ्गे भविष्यत्कालार्थे क्रियाधिपत्तौ धातुतः लृङ्लकारः भवति इति उक्तम्. तत्र क्रियातिपत्तौ इत्युक्ते क्रियायाः असिद्धत्वम् इति अपि अर्थः. लिङ् निमित्ते भविष्यति, भविष्यत्कालार्थे क्रियातिपत्तौ धातोः लिङ् लृङ् प्रत्ययः परश्च इति तत्र अनुवृत्तिः तस्य सूत्रस्य. अनन्तरं तत्र वयं दृष्टवन्तः भूते च इति. सो तत्र पूर्वमेकम् एकः विषयः उक्तः, भविष्यतः प्रसङ्गे यदा कस्यचित् मनसि तादृशभावः इत्युक्ते वक्तुः विवक्षा, तदा लृङ्लकारस्य एव प्रयोगः उचितः, अन्यलकारस्य व्यवहारः न सम्भवति इति. लृङ्लकारः अत्र नित्यः. कुत्र इत्युक्ते भविष्यत्कालार्थः भवेत्, लिङ्निमित्तम् इत्युक्ते हेतुमद्भावः अस्ति, क्रियातिपत्तिः अस्ति चेत् लृङ्लकारः अत्र नित्यः इति उक्तम्. अनन्तरं तत्र भूतकाले का व्यवस्था इति प्रश्नः भवति. तत्र तु भिन्ना वार्ता अस्ति इति उक्तं. भूते च इति सूत्रं 33140 तदेव गतपाठे पठितं. लिङ्निमित्तम् अत्रापि आवश्यकं हेतुमद्भावः. तस्मिन् प्रसङ्गे भूतकालार्थे क्रियातिपत्तौ धातोः लृङ् भवति. भेदः कः? भूतकालार्थे, तत्र भविष्यत्कालार्थे इति उक्तं खलु. लिङ्निमित्तौ क्रियातिपत्तौ, लिङ्निमित्ते क्रिया लृङ् क्रियातिपत्तौ इति सूत्रे भविष्यतेः धातोः इति उक्तम्. अत्र तु भूते च धातोः लृङ् प्रत्ययः परस्य क्रियातिपत्तौ. सर्वम् अनुवृत्तम् अस्ति अस्मिन् सूत्रे. सो तदेव अत्र आसीत् भूते च इति सूत्रे. तत्र इतोपि एकः विषयः पठितः अस्माभिः खलु, ओताप्योः इति. तत्र अधिकारसूत्रमासीत्, तदपि पठितम् आसीत्. तत् पूर्वमासीत् इति चिन्ताम् अग्रे गत्वा सर्वेषु सूत्रेषु यदा लिङ् निमित्तमस्ति तत्र लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते इति अपि दृष्टं खलु. अनन्तरं तत्र किन्तु भविष्यति मर्यादावचने वरस्मिन् 33136 इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः तेषु नास्ति इत्यपि स्मर्तव्यम्. भविष्यति इत्यस्य प्रसङ्गः अस्ति यदि तस्य अनुवृत्तिः नास्ति. तत्र मातृभिः एकं तेन स्पष्टीकृतं, तया स्पष्टीकृतं तद् लिङ्निमित्ते लृङ् क्रियाधिपतौ इत्यस्मिन् भविष्यति इत्यस्य अनुवृत्तिः अस्ति, अतः तस्मिन् सूत्रे अर्थः निहितः अस्ति. अनन्तरं लिङ्निमित्ते लृङ् क्रियाधिपतौ इति सम्पूर्णसूत्रम् अनुवर्तते, तत्र भविष्यति इति अर्थः सम्मिलितः इति एतदपि दृष्टम् अस्माभिः. भूते च इति सूत्रं तु विकल्पेन लृङ्गः विधानं भवति इति. अनन्तरं गर्भायां वदतु महोदय. हेतुमतः लिङ् इति इति लिङ् विधायकसूत्रं तेन एव तत्र एव तत्र अनेन यत्र हेतुमतो लिङ् इति उक्तं तत्र एव लिङ् अस्ति चेत् तत्र एव लिङ्गस्य लृङ्लकारस्य प्रसक्तिः, अन्यत्र नास्ति खलु. अत्र लिङ्लकारः अन्यत्रापि भवति खलु, तत्र सम्प्रश्न तत्र विधिनिमन्त्रणामन्त्रणेषु खलु, तत्र तत्र पक्षे लृट्टे एव भवति खलु. विधिनिमन्त्रणामन्त्रण लोट् च इति खलु सूत्रद्वयम् अस्ति, लिङ्ग् लिङ्ग् विधायकसूत्रमस्ति. तत्र हेतुभावस्य तत्र प्रसङ्गः नास्ति, तत्र तर्हि तत्र लिङ्ग् अस्ति चेत् तत्र लृङ्ग् इति तस्य प्रवृत्तिः न भवति इति खलु. न भवति तत्र हेतुमतोर्लिङ्ग् इत्यनेन लिङ्ग् विकल्पेन, परन्तु अपक्षे तु लृट् एव भवति, न तु लृङ्ग्. लिङ्ग् यत्र लिङ्ग् लकारः हेतुमतोः इत्यनेन सूत्रेण एव विहितः, तत्र एव तत्र लृङ्गकारस्य प्रसक्तिः भवति क्रियातिपत्तौ इति. अन्यैः सूत्रैः अपि यथा लिङ्गकारस्य विधिः भवति, तर्हि विधिनिमन्त्रणसम्प्र इति एतादृश अन्यानि सूत्राणि सन्ति खलु, यत्र हेतुभावः नास्ति तथापि लिङ्गकारः भवति इति, तत्र लिङ्गकारस्य प्रसक्तिः एव न भवति इति अस्ति खलु. न भवति अत्रैव हेतुमतोर्लिङ्ग् इत्यत्र अपि आवश्यक लिङ्ग् लिङ्ग् अथवा लृट् एव भवति, न तु लृङ्ग्. लृङ्ग् लिङ्ग् निमित्ते लृङ् क्रियाधिपतौ इत्यनेन एव आरम्भः जातः. 33139 इत्येव तस्य आरम्भः. गर्हायाम् इति आसीत् खलु, गर्हायां लडपि जातोः इति सूत्रं, तत्र गर्हा यदा गतपाठे दृष्टं खलु तदेव अत्र पुनः गर्हा इत्यस्मिन् अर्थे अपि च जातु, अपि जातु इति पदद्वयं त्रिषु लकालेषु लट्लकारः भवति, अत्र तु लट्लकारस्य एव प्रसक्तिः, न तु लृङ् विषये. तत्र गर्हा इति पदस्य अनुवृत्तिः अग्रे आगच्छति इति कारणेन अत्र एतस्य सूत्रस्य उल्लेखः. 33142 गर्हायां लडापि जातोः इति सूत्रेण त्रिषु कालेषु लट्लकारः, तदपि स्मर्तव्यं. लट्लकारस्य प्रयोगः त्रिषु कालेषु भवति, न तु केवलं वर्तमाने. तत्र गर्हा इत्यस्मिन् अर्थे अपि अनन्तरं चातु इति पदप्रयोगः, तदेव उक्तं खलु. कुत्र उदाहरणम् अस्माभिः दृष्टम्? अपि जायां त्यजति जातु गणिका. आम् सत्यम्, अपिश्च गणिका, अपि जायां त्यजति जातु गणिका, जातु गणिका मध्ये मादत्ते तर्कितम् एतत् इति तत्र उक्तं खलु, तदेव गतपाठे अस्माभिः दृष्टम्. अनन्तरं यत्र लिङ्क् प्रसङ्गः, तन्त्र पुनः लिङ् निमित्ते लृङ्गः प्रसक्तिः, विभाषा कथमी लिङ्ग् च इति सूत्रमस्ति, तत्र अस्माकं लृङ्लकारः इति भवति. कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां, गर्हा इति गतसूत्रात् गर्हायां किम् आसीत् लडपि जातोः इति सूत्रेण अनुवृत्तिः अत्र आगच्छति, अतः एव तस्य सूत्रस्य उल्लेखः अत्र. कथं शब्दस्य प्रयोगे त्रिषु कालेषु गर्हायां विकल्पेन लिङ् लकारः लट्टपि भवति. सो तत्र अस्मिन् सूत्रे एव कालत्रये लकारः नाम लिङ् लटोः असतोः लङ् लुङ् लुट् लृट् च भवन्ति. तत्र किञ्चित् वैशिष्ट्यम् अस्य सूत्रस्य, केवलं लिङ्लकारः लट् इति न, अन्ये लकाराः अपि अत्र भवन्ति इति अस्य सूत्रस्य विभाषा. कथमी लिङ् च, कथं शब्दस्य प्रयोगे गर्हायां विकल्पेन लिङ्लकारः लट् अपि, अनन्तरम् अन्ये लकाराः अपि यथा लङ् लुङ् लुट् लृट् एते अपि भवन्ति इति तत्र उक्तम्. वृत्ते विभाषा कथमी लिङ्च, किं वृत्ते लिङ् लृटौ, गतपाठे दृष्टं वा अस्माभिः? न वा, न इति चिन्तयामि. तस्मात् आरम्भं कुर्मः वा महोदय? आं महोदय. किं वृत्ते लिङ् लृटौ? तथा पठामि एकनिमिषं. तत् पूर्वम् एकनिमिषं. विभाषा कथमी लिङ्, कथमी गर्हायां धातोः लिङ् भवति गर्हायाम्? एकनिमिषं, तत् एकवारं कथं नाम तत्र भवान् कुशलं मया विशत्. गर्हायां कथं शब्दस्य कथमी लिङ्, अस्तु इदानीं किं वृत्ते लिङ् लिटौ लिङ् लृटौ, किं वृत्ते नाम किम् इत्यादयः प्रश्नवाचकशब्दाः इत्युक्ते तत्र त्रयः, कः कतरः कतमः इति सन्ति चेत् धातुतः विधिलिङ् च लृट् च भवतः गर्हायां. गर्हायाम् इत्येव विभाषा न स्वर्यते. किं वृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ् लुटौ प्रत्ययो भवतः सर्वलकाराणाम् अपवादः. लिङ्ग्रहणं लटः अपरिग्रहार्थम् अस्तु इति काशिकायाम्. अत्र किम् इति शब्दस्य प्रश्नवाचकशब्दा तत्र सन्ति चेत् धातुतः लृट् अपि च विधिलिङ् भवतः गर्हायां गम्यमानायां. किं वृत्ते, किं वृत्ति कृते कः कतरः कम् अपि कथम कथमः इति गर्हायां भवति चेत् तत्र लिङ् अपि च लृट्लकारस्य लृट्लकारस्य विधानं भवति इत्यस्ति. सर्वलकाराणाम् अपवादः अस्ति अत्र. लिङ् ग्रहणं लटः अपरिग्रहार्थम् अस्तु. तत्र लिङ्ग् पुनः यद्यपि तत्र पूर्वसूत्रे लिङ्ग् अस्ति, विभाषा कथमी लिङ् च इति उक्तं, तत्र इदानीं पुनः लिङ् इति किमर्थम् अनुवर्तनम् इत्युक्ते तत्र यदि लिङ् इति तस्मात् अनुवर्तनं कृतं चेत् तत्र लटः अपि भवितुमर्हति इति. पूर्वसूत्रे लट् अपि अस्ति इति चिन्तयामि. तत्र लट् अस्ति वा? लट् अस्ति, अतः लटः लटः विधानं निवारयितुं तत्र पुनः लिङ् इति अनुवृत्ति न कृतं, पुनः उक्तम्. अस्तु, अग्रे. विभाषा इत्यस्य अनुवृत्ति नास्ति इति पूर्वाचार्याणां मतं, विभाषा नास्ति इति तत्र अस्तु मतं. लुट्लकारस्य कथनेन अपरेषां कालानाम् अप्रवृत्तिः, अतः सर्वलकाराणाम् अपवादः. लुट्लकारस्य कथनेन अपरेषां कालानाम् अप्रवृत्तिः इति अस्ति. अस्तु, लिङ्ग् इत्यस्य पुनः साक्षात् कथनेन लट् इत्यस्य अनुवृत्तिः बाधिता. किमः वृत्तं, किं वृत्तं, तस्मिन् किं वृत्ते षष्ठी तत्पुरुष, लिङ् च लृट् च तयोः इतरेतरयोगद्वन्द्वः लिङ् लृटौ. किं वृत्ते सप्तमन्तं लिङ् लृटौ प्रथमान्तं द्विपदवितं सूत्रं गर्हायां लट् अपि जात्वोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः. लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. लिङ्निमित्ते लृङ् क्रियातिपत्तौ इति, भूते च इत्यस्य अधिकारः, ओतापयोः इत्यस्मात् वा इत्यस्य अधिकारः, धातोः प्रत्ययः परश्च इत्यस्य अधिकारः अनुवृत्ति सूत्रमस्ति. किं वृत्तेः गर्हायां धातोः लिङ् लृटो प्रत्ययो परश्च लिङ्निमित्ते भूते च वा लृङ् क्रियातिपत्तौ. तर्हि तत्र किं वृत्ते इत्युक्ते कः कतरः कथमः इति उपपदे सति गर्हायां गम्यमानायां. गर्ह इति भावः अस्ति, तर्हि धातोः लिङ् अपि च लृट् लकारः भवति अपि च भूते भूते नित्यम् अपि च लृङ् भूते नित्यं वा लृङ् अपि भवति इति अस्ति अत्र भूते नित्यं भवति क्षम्यतां भूते विकल्पेन भविष्यति नित्यं भवति लृङ्लकारः इति वयं वा उत्थाप्योः इत्यनेन सर्वलकारणभवादः अस्ति इति उक्तम् अस्तु इति प्रश्नः तत् सिद्धान्तकौमुद्यां निदर्शनमस्ति कः कतरः कथमः वा प्रायः अस्य गर्हायां लडापि जातोः इति सूत्रस्य आवश्यकता किमर्थम् अत्र इत्युक्ते तत्र अनुवृत्त्यर्थम् इति आसीत् खलु अग्रे विभाषा गर्हा इति पदस्य विभाषा कतिमे लिङ्गि लिङ्ग् च इति सूत्रस्य कृते गर्हा इति पदम् आवश्यकम् आसीत् किं कृते लिङ्ग् लिटौ किं कृते लिङ्ग् लिटौ इत्यत्र तु लट् आवश्यकं नास्ति केवलं लिङ्ग् लृट् इत्येव गर्ह इति अपि आवश्यकमस्ति अतः पूर्वमपि एतत् सूत्रस्य स्थापनं न भवितुम् अर्हति एतत् स्थानमेव तस्य कृते सम्यक् सो तत्र पूर्वं स्थापयति चेत् गर्ह इति न भवति गर्ह इत्यस्य पूर्वं लट् न आवश्यकम् इति कृत्वा पूर्वं स्थापयामः चेत् गर्ह इति न अनुवर्तते इतोपि अग्रे अस्ति चेत् प्रायः बाधा भवति खलु विभाषा कथमी लिञ्च पूर्वमपि न स्थापयितुं शक्नुमः सम्यक् 142, 143, 144 तत्र भूते विकल्पेन भवति इति अस्ति खलु तत्र लिङ् भूते विकल्पेन लृङ्लकारः भविष्यति नित्यं भवति सर्वलकारण अपवादः अस्ति इति उक्तं तर्हि तत्र लिङ् अपि च लृट् सर्वलकारण अपवादः भवति इति अस्ति खलु तत्र सत्यं सत्यं सिद्धान्तकौमुद्यां निदर्शनमस्ति अपि जायां तेजसि अपि इति अस्ति अपि जायां तेजसि जातु गणिकामादस्ते सिद्धान्तकौमुद्यां निदर्शनमस्ति कः कतरः कथमः वा हरिं निन्देत् निन्दिष्यति वा इति तत्र त्रिषु कालेषु तत्र लिङ् अपि च लट् लकारः यदि निन्दितवान् अस्ति चेदपि तत्र निन्दिष्यति इति भवति इति अस्ति इदानीं निन्दनं कुर्वन् अस्ति इति तत्र तत्रापि लट् लकारः अस्ति चेत् निन्दिष्यति एव भवति इदानीं निन्देत् इति अस्ति चेत् तत्र भविष्यत्काले अस्ति अपि भविष्यत्काले अस्ति एव निन्देत् निन्दिष्यति नाम कः अभाग्यः यः हरेः निन्दां कुर्यात् अत्र षड् वाक्यानि भवन्ति को हरिं निन्देत् कतरा हरिं निन्देत् कतमा हरिं निन्देत् इति एवमेव कः हरिं निन्दिष्यति कतरा हरिं निन्दिष्यति कतमा हरिं निन्दिष्यति इति तत्र अत्र किं शब्दस्य व्यवहारः भवति गर्ह अर्थे अतः किं वृत्ते लृटौ इत्यनेन विधिलिङ् निन्देत् च लृटि निन्दिष्यति इति रूपद्वयं सिद्ध्यति सिद्धान्तकौमुद्यां लृङ् प्राग्वत् इत्युक्तं यतोहि पूर्वतनसूत्रे विभाषा कथमी लिङ् च इत्यस्मात् यथा तथैव अत्रापि अतीते विकल्पेन लिङ् भवति इति भूतकाले विकल्पेन लिङ् भवति लिङ्गकार भविष्यत्काले नित्यं लिङ् भवति अतः पक्षे क्रियाधिपत्तौ अनिन्दिष्यत् इति अत्र कः हरिं निन्देत् कः हरि निन्दिष्यति इति प्रश्नः तत्र गर्हायाम् अर्थे परन्तु महोदय तत्र स्पष्टः न भवति खलु तत्र हेतुहेतवद्भावः नास्ति खलु अत्र अहं पूर्वमपि दृष्टवान् तत्र तादृशहेतुवद्भावः स्पष्टः नास्ति खलु एतत् किम् अस्ति अनिन्दिष्यति अनिन्दिष्यत् इति वा कः कः कः हरिं निन्देत् इति अस्ति खलु अत्र निन्दिष्यति इति इदानीं तत्र अथवा अनिन्दिष्यत् इति भवति यत् हेतुहेतुवद्भावः कुत्र अस्ति कुत्र अस्ति खलु यद्यपि तत्र हेतुवद्भावः इति तत्र तत्र अभाग्यः इति एकवारं पश्यामः अत्र किमपि अन्यत् अस्ति वा, स्पष्टं न भवति, केवलं काकु काकु प्रयोगः एव, कः एषः एतादृशं करोति इति वयं पूर्वम् अस्माभिः दृष्टं, तत्र हेतुः भवति, तत् क्रियाद्वयं भवति तत्र, हेतु अपि अष्टम कारणम् अपि च फलम् इति द्वयं तादृश अत्र न अर्थः अनेन वाक्येन न भवितुमर्हति खलु, सः हरिं अनिन्दिष्यत् इति वदति चेत् तत्र हेतुः किमपि भवेत् तत्र अस्माभिः तत्र ऊहा करणीयं भाग्यः हेतुमत् सः भाग्यः the phalam phalam is am yah satyam yah eta drisham karoti tatto tatto artha gadatam asti kal satya vakya vritti dartam kal vakyam asti ka harim nindeyati eva kal am am tatra kaapu itite tatra avagantavyah kah harim nindeyati ti saman sadharanataya vadamah che tatra kimapi nasti तत्र रीडिङ्ग् रीडिङ्ग् बिट्वीन् द लैन्स् तत्र अभाग्यः अस्ति तस्य मूढः वा इति तादृशं तस्य शब्दं योज वाक्ये तादृशशब्दस्य योजनम् आवश्यकं भवति गर्हं प्रकटयितुं गर्हभावनं अन्यथा न कर्तुं च तत्र यदा वयम् अत्रापि वदामः खलु इदानीन्तनकाले तत्र कः एषः सनातनं निन्देत् इति तत्र अस्माकं तत्र एङ्गर् इत्येव अस्ति खलु और् मोर् देन् एङ्गर् सः मूढः वा किमपि न जानाति किमपि वदति तस्य विषये किमपि सः न जानाति इति वयं तादृशं तदेव तत्र हेतु हेतुमत् अस्माकं तद् एङ्ग्सैटि इति न वक्तव्यं किं वदामः सो मच् एङ्गर् आन् दट् पर्सन् मूढः मूढः किमपि पूर्णतया अभाग्यः सम्यक् एव किमपि पूर्णतया अज्ञात्वा कुत्र गत्वा किं वक्तव्यमिति किमपि अज्ञात्वा वदति सनातनस्य विषये भवान् किमपि जानाति वा किं वदति भवान् इति वि हाव् दट् दिस् वन् फीलिङ्ग् इन् सैड् अस् खलु तद् तदेव हेतु हेतुमत् तद् कारणमस्ति फार् टाकिङ्ग् लैक् दट् कः निन्देत् इति यद् वदामः तत्र तस्य तदेव कारणं किमर्थं तादृशम् अहं वदामि इत्युक्ते अहं श्रुतवती मम किञ्चित् ज्ञानमस्ति सनातनस्य विषये भवतः तु किमपि ज्ञानं नास्ति भवान् किमपि वदति तादृशं तर्हि तत्र यदा वदामः तत्र पठनसमये तत्र दृष्ट्वा तद् अवगन्तव्यं इति सत्यं सत्यं सत्यं सत्यम् अद्यापि मया एकं न्यूस् आर्टिकल् पठितम् तत्र दुष्यन्त श्रीधर् महोदय अस्ति खलु तस्य एकः विष्णुसहस्रनाम कथा प्रसङ्गः किमपि आसीत् सो देर् वास् एन् आर्टिकल् इन् अ न्यूस् पेपर् टुडे तत्र बहु फुल् क्रौड् तत्र स्थातुमपि तत्र व्यवस्था नासीत् सो पीपुल् आर् स्टाण्डिङ्ग् औट्सैड् टु लिसन् सो दट् देर् देर् वास् अ टाक् in Tamil Nadu even when people are talking against Sanatana look at the crowd here so tatra katam vayam avagachhamah tad purnataya patitva tatra background api avashyakam kalu tada eva aham avagantum shaknomi look at this iti sadrisham patino tatra महोदय तद् आम् तद् तावदेव खलु तद् इति किं वृत्ते लृङ् लिटौ सामान्यतया किं वृत्ते लृङ् लिटौ इत्यनेन लिङ्ग लिट् एव भवतः परन्तु तत्र लृङ् लृङ् प्राग्वत् लृङ् प्राग्वत् इत्यनेन क्रियाधिपति अस्ति चेत् तत्र लृङ्लकारः अपि लृङ् प्राग्वत् इत्यनेन अनिन्दिष्यत् इति अपि रूपं भवति इत्येव तत्र सम्यक्. तर्हि तत्र क्रियाधिपत्य अस्ति चेत् तत्र लृङ्गर्थे लिङ् अपि भवति भूतकाले, भविष्यत्काले केवलं लृङ् एव, भविष्यत्काले केवलं विकल्पेन लृङ् लकारः, भविष्यत्काले नित्यं लृङ्. आम् आम् सत्यम्. आम् वारं वारम् आम् सत्यम्. तद् अन्ते एकः फ्लोचार्ट् रूपेण किमपि योजितं, परन्तु तद् बृहत् कर्तुं न आगच्छति. तत्र एतत् सर्वं दत्तमस्ति, कदा लङ् भवति, क्षम्यतां लृङ् भवति इति. परन्तु बहु डौन्लोड् कर्तुम् अपि अहं प्रयत्नं कृतवती, परन्तु बहु स्माल् स्माल् अस्ति, किमपि न दृश्यते. अस्तु, आम् अरुणा भगिनी पठति वा? किं कल्ला न तद् अनवक्लृप्त्योर् अमर्षयोर् किं वृत्ते अपि अग्रिमसूत्रं 3 3 1 4 5 प्राप्तं भगिनि. अनवक्लुप्त अमर्षयोः किं वृत्तेः वृत्ते अपि अस्मात् असम्भवानायां च असहनायां च किं शब्दस्य वृत्तौ अवृत्तौ च कालसामान्ये धातुतः विधिर्लिङ्ग् च लृक्ष भवतः अन्वक्लुप्तिः नाम असम्भावना अमर्षः इत्यनेन असहना. अकिं वृत्ते अपि इदनेन किं वृत्ति नास्ति चेदपि इति अर्थः. काशिकायां वाक्य गर्ह्यायाम् इति निवृत्तम् अनवक्लुप्त अनवक्लुप्त अमर्षयोर् वृत्ति असम्भावनामर्षयो क्षमा सम्भावना अमर्षो अक्ष्म. किन्तु किं वृत्ते अकिं वृत्ते च उपपदे अनवक्लुप्त अमर्षयोर्धातोः लिङ् कृतौ प्रत्ययो भवतः. सर्वकालकाराणाम् अपवादः बहवः पूर्वनिपातः लक्षण्य व्यभिचारिच्यहं तेन चिन्तम् ओके चिह्नं तेन यथा साङ्ख्यं न भवति. एतावत् प्रथमं वदतु भगिनि, बहु बृहत् अस्ति एतत् परिचयः. किं भगिनि प्रथमम् एतत् वदतु. बहवः पूर्वनिपातौ लक्षणव्याप्यभिचारचिह्नं तेन यथा साङ्ख्यं न भवति. गर्हायाम् इत्यनयोः व्यवहारः न भगिनि, एतावत् प्रथमं वयम् अवगच्छामः, अनन्तरम् अग्रे गच्छामः. बहु बृहत् अस्ति इति उक्तवती. द पाराग्राफ् इस् वेरि बिग् खलु, अतः एतावत् प्रथमं वदतु किं कः नूतनसूत्रमस्ति अनवक्लुप्त अमर्षयोः किं वृत्ते अपि. सूत्रम् अत्र द्वे शब्दे सन्ति असम्भावनायाम् असहनायां च किम् अस्ति शब्दः. अनवक्लुप्त इति अर्थमस्ति असम्भावना, अमर्षतनेन असहनम् किम् इति वैज्ञानिनः. सो अनुवृत्ति अत्र कृत्प कृत्प प्रत्ययः किं प्रत्ययः अस्ति वा नास्ति कार्यं भवति काशिकायां वद वाक्यमस्ति कर्षायाम् इति निवृत्तम् ओ अनुवृत्ति नास्ति इति उक्तम् अनुवृत्त अनुवृत्ति अस्तु अनुवृत्ति सम्भवना असम्भावना अनवक्लुप्ति असम्भावना क्षमा यत्ते वृत्ते किम् अकुं वृत्ते च उपपदे अस्ति नास्ति अपि प्रत्यय लिङ्ग् आर् लुट् प्रत्यय भवति अतः सर्व लकाराणाम् अपवादः पूर्वं पूर्व बहवः पूर्वनिपाता लक्षणचिह्नाः सन्ति ते यथा सङ्ख्यं न भवति कथं तदेव अग्रे वदति तत् सर्वलकाराणाम् अपवादः इति पर्यन्तम् एकः विषयः बहवचः पूर्वनिपातो लक्षणव्यभिचारचिह्नं तेन यथासङ्ख्यं न भवति इत्यस्य विषये अग्रे आगच्छति तत्र किं कः अर्थः इति आम् इदानीम् अग्रे पठतु गर्हायाम् इत्यस्य अनुवृत्ति न भवति सर्वलकाराणाम् अपवादः यतोहि लिङ् च लुट् च कालसामान्ये इत्युक्तं नाम यस्मिन् कस्मिन्नपि काले विवक्षा स्यात् तस्मिन् एव अर्थे विधिलिङ् अथवा लुट् इदनयोः व्यवहारः भवति यथा विवक्षा भूतकालार्थे भवति चेदपि लुट्लकारस्य व्यवहारः भवति न तु लङ् एतावत् वदतु भगिनि बहवः पूर्वनिपातलक्षण व्यभिचारचिह्नाः सन्ति प्रथमं विदुलिङ् भवति गर्ह्यायाम् इत्यस्य अनुवृत्तिः न अस्ति सर्वलकाराणाम् अपवादात् लिङ् वा लुट् भवितुं प्रत्ययोजनं कर्तुं शक्यते कालसामान्येन इति पदम् उक्तम् अतः इति नाम यस्मिन् काल यस्मिन् कस्मिन् अपि काले विवक्षा स्यात् तस्मिन् एव अर्थे विधिलिङ् अथवा लुट् व्यवहारः भवति लङ् न भवति केवलं लुट् वर्तते तत् लङ् लकारः भवति सत्यम् इदानीं बहवचः बहवः पूर्वनिपातो लक्षणव्यभिचार चिह्नं नाम अल्प अल्पात्यरम् इति सूत्रेण द्वन्द्वसमासे यस्य भागस्य अल्पाः अच्वर्णाः सन्ति स च भागः प्रथमः आजायाति अल्पाच्तरम् शब्दरूपं द्वन्द्वे समासे पूर्वप्रयोक्तव्यं परन्तु अनवकृप्त अमर्षयोः इत्यस्मिन् तथा न जातं नाम अनवकृप्ति इति शब्दे अधिकाः अच्वर्णाः सन्ति अमर्ष इति शब्दस्य तुलनाय अतः अपर्ष अमर्षशब्दः समासे प्रथमं भवेत् किन्तु तथा न स्यात् नियम् अनुसृत्य न निमित्तम् इत्येव ज्ञापकम् अस्ति यथासङ्ख्यं न भवति इत्युक्तेन अनवकृप्ति इत्यस्य अर्थे लिङ् एव अपि च अमर्षयाते अस्य लुट् एव इति भवति स्म, तत् नास्ति। द्वयोः अपि अस्ति, द्वयोः अपि लकारयोः सम्भावना। एतावत् वत् भगिनि। अत्र सूत्रे अनवक्लुप्त अमश पदं द्वौ पदे अस्ति। अत्र यथा साङ्ख्यम् इत्यनेन अनेक अच् अस्ति, तत्पदम् उत्तरपदं भवति। एक अल्प अच् वर्णः अस्ति चेत् पूर्वं भवति, तदेव यथा साङ्ख्यम् इति वक्ष्यते। परन्तु अधुना सूत्रेण तत्र नास्ति, अनवक्लुप्ता प्रथममस्ति, अत्र बहवः अच् वर्णाः सन्ति, अमश इति समान अजन्ताः अच् वर्णाः सन्ति। सो तत् कारणात् यथा साङ्ख्यं प्रथमम् अनवक्लुप्ता इत्यनेन विदिलिङ्ग् अमश लोट् लुट् भवत् इति नास्ति, तदपनात् कर्तव्यं। द्वयोपि लकारयोः सम्भावना भवति। सत्यं तद् स्पष्टमस्ति खलु भगिनि? अतः यथासङ्ख्यम् अनुदेशसमानं न भवति, यद्यपि तत्र तादृशं भवितुं भवति स्म, परन्तु तद् न भवति। किमर्थम् इत्युक्ते ज्ञापकमस्ति तत्र, अनेन द्वयमपि भवति, न तु लकारद्वयमपि भवति। सामान्यतया वयम् अल्पाक्षरम् इत्यनेन द्वन्द्वस्वमासे लघु अच्वर्णः यत् यत् पदम् अस्ति तदेव प्रथमम् आगच्छति, तादृशं नास्ति। तद् अनेन ज्ञापकमस्ति तद् यथासङ्ख्यम् अत्र न भवति। आं भगिनि, अग्रे इदानीं द्वयोः अत्रयोः अस्मिन् सूत्रे लिङ्गविधानम् अस्मिन् सूत्रे लिङ्गविधानम् अस्ति, अतः लिङ्गनिमित्तानि उपस्थितानि तेन भूते क्रियातिपत्तौ विकल्पेन लुङ् भविष्यत्काले तु नित्यम् न अनवक्लुप्ति नैतत् पुरुषः न मर्षो अमर्षः नैतत् पुरुषः अनवक्लुप्तिश्च अमर्षश्च तयोः इतरेतरद्वन्द्वः अनवक्लुप्ति अमर्षौ एतयोः अनेक अनवक्लुप्ति अमर्षयोः किमो वृत्तं किं वृत्तं किं वृत्तम् अकिं वृत्तं तस्मिन् अकिं वृत्ते षष्ठी तत्पुरुष गर्भ नयि तत्पुरुषः अनवक्लुप्त अमर्षयोः सप्तम्यान्तम् अकिं वृत्ते सप्तम्यान्तम् अपि इदव्ययं त्रिपदमिदं सूत्रं किं वृत्ते लिङ् ऋटौ इत्यस्मात् लिङ् ऋटौ इति अनुवृत्तिः लिङ्निमित्ते लङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते। भूते च इत्यस्य अधिकारः ओताप्यो इत्यस्मात् वा इत्यस्य अधिकारः धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनुवक्लुप्तमर्षयोः किं वृत्तौ अपि धातोः लिङ् ऋटौ प्रत्ययो परश्च लिङ्निमित्ते भूते च वा लृङ् क्रियातिपत्तम्। ओके, अत्र शब्दाः लिखे विभक्ति इति दत्तम्। ओके, लिङ् अत्र लिङ्निमित्तानि उपस्थितानि तेन भूतक्रियातिपत्तौ विकल्पेन लुङ् प्रविशति, परन्तु नित्यमेव भवति। भविष्यत्काले नित्यं भूते क्रियाधिपत्तौ विकल्पेन यदा पूर्वं पठितं तदेव पुनः उक्तं तावदेव अस्मिन् सूत्रे अपि लिङ्गविधानं लिङ्गनिमित्तानि उपस्थितानि अतः लिङ्गनिमित्तानि तु उपस्थितानि परन्तु भूते क्रियाधिपत्तौ विकल्पेन लृङ्ग भविष्यत्काले नित्यम् इति यदा पूर्वम् सूत्रमस्ति अनुवर्तमर्षयोः किं वृत्ते अपि धातोः लिङ् ऋतौ प्रत्ययौ परश्च लिङ्निमित्ते भूते च वा लुङ् क्रियाधिपत्तौ अत्र लिङ्लकारं न सामान्यं भवति परन्तु अनुकुप्तमर्षयोः किं वृत्ते अस्ति धातुतः लिङ् वा लुट् प्रयुज्यते लिङ्निमित्ते भूते च वा लुङ् क्रियाधिपत्तौ अस्ति चेत् लुङ् भवति सत्यं समीचीनं भविष्यत्कालार्थे नित्यं भवति लृङ्लकारः भूते च विकल्पेन लृङ्लकारः लिङ् निमित्ते परन्तु लिङ् विट् प्रत्ययौ तु कालसामान्ये भवतः अनवक्लुप्ति अमर्षयोः किं वृत्ते अपि किम् अस्ति चेदपि नास्ति चेदपि गर्ह इति अनुवृत्तिः नास्ति इति वदति सम्यक् समीचीनं भगिनि धन्यवादः उषा भगिनी अग्रे अस्तु सिद्धान्तकौमुद्या सिद्धान्तकौमुद्याम् निदर्शनम् अस्ति न सम्भावयामि न मर्शये वा भवान् हरिं निन्देत् निन्दिष्यति वा अस्य चत्वारि वाक्यानि भवन्ति न सम्भावयामि भवान् हरिं निन्देत् अहं न भावयामि यत् भवान् हरेः निन्दाम् अकरोत् अकरोत् अपि च करोति अपि च करिष्यति आम् न सम्भावयामि भवान् हरिं निन्दिष्यति तत्र न सम्भावयामि भवान् हरिं निन्देत् निन्दिष्यति ओके अहं न भावयामि यत् भवान् हरेः निन्दाम् अकरोत् करोति अथवा करिष्यति ओके न मर्शये भवान् हरिं निन्देत् अहं न सहे मर्श असहनम् ओके अहं न सहे यत् भवान् हरेः निन्दां करोति अथवा निन्दां करिष्यति सो लङ् लट् अपि च लट् लङ् लिङ् लृङ् भवेत् खलु लङ् लट् खलु भगिनि ओहोहो कालसामान्यम् इति कृत्वा क्षम्यतां सम्यक् एव कालसामान्यं खलु अतः तस्मिन् अर्थे दत्तम् अर्थः खलु निन्देत् इति यद् उक्तं तद् लिङ् परन्तु अर्थः कः अकरोत् लङ् कालसामान्य त्रिषु कालेषु अकरोत् करोति करिष्यति निन्दिष्यति इति लिट् परन्तु अर्थः कः अकरोत् करोति करिष्यति सो द लिट् लकार अर्थ केन् बि लङ् लकार आल्सो इति वदति तत् भूतकालार्थे अपि लिट् प्रयोगः भवितुम् अर्हति इति वदति न मर्शये भवान् हरिं निन्दिष्यति अहं न सहे यत् भवान् हरेः निन्दाम् अकरोत् करोति अथवा करिष्यति इत्यर्थे अस्ति प्रथमवाक्यद्वये असम्भावना इति अर्थः भवति च किं वृत्तिः नास्ति इत्युक्ते किम् इति पदं नास्ति ओके द्वितीयवाक्ये द्वये अक्षमा इति अर्थः भवति च किं वृत्तिः नास्ति ओके अत्र सर्वान् लकारान् प्रबाद्य अनवक्लृप्त्यमर्षयोः अकिं वृत्ते अपि इत्यनेन लिङ्लकारस्य निन्देत् अस्तु लिङ्लकारस्य निन्दे च लृट्लकारस्य निन्दिष्यति इति रूपद्वयं सिद्ध्यति. अग्रे किं वृत्तौ वाक्यं भवति, कः कतरः कथम वा हरिं निन्देत् निन्दिष्यति वा. किं वृत्त इत्युक्ते कः अपि च कतर अपि च कथम वा. ओके, ईदर् आफ् देम् हरिं निन्देत् अथवा हरिं निन्दिष्यति. ओके, अस्य षड् वाक्यानि वाक्यानि भवन्ति. को हरिं निन्देत्, हरेः निन्दां कः करोति. हियर् हरेः इस् दत्तमः. को हरिं निन्दिष्यति, हरेः निन्दां कः करोति. कतरः हरिं निन्देत् निन्दिष्यति. कतरः हरिं निन्देत् द्वयोः मध्ये हरेः निन्दां कः करोति. ओ कतर इत्यनेन द्वयोः द्वयोः कतरः हरिं निन्देत् द्वयोः मध्ये हरेः निन्दां कः करोति. कतरः हरिं निन्दिष्यति द्वयोः मध्ये हरेः निन्दां कः कथमः अपि. ओके, कथमः हरिं निन्देत् अनेकेषु कथम सूपर् ओके ओके कथमः हरिं निन्देत् अनेकेषु हरेः निन्दां कः करोति. कथमः हरिं निन्दिष्यति अनेकेषु हरेः निन्दां कः करोति. सिद्धान्तकौमुद्यां लृङ् प्राग्वत् इत्युक्तं यतोहि पूर्वतनसूत्रे किं वृत्ते लिङ् लृटौ इत्यस्मिन् यथा तथैव अत्रापि क्रियातिपत्तौ अतीते विकल्पेन लृङ्लकारः भविष्यत्काले च नित्यं लृङ् भवति. क्रियातिपत्तौ अतीते विकल्पेन लृङ्लकारः भविष्यत्काले च नित्यं लृङ् भवति. अतः पक्षे क्रियातिपत्तौ अनिन्दिष्यत्. न सम्भावयामि भगिनी पुनरेकवारं पठामि. सिद्धान्तकौमुद्यां लृङ् प्राग्वद् इत्युक्तम् ओके यतोहि पूर्वतनसूत्रे किं वृत्ते लिङ् लृटौ इत्यस्मिन् यथा तथैव अत्रापि क्रियातिपत्तौ अतीते विकल्पेन स्वक्रियातिपत्तौ क्रियाः असिद्धा भवति चेदपि अतीते विकल्पेन लृङ्लकारः ओके विकल्पेन लृङ्लकारः भविष्यत्काले च नित्यं लृङ् भवति. सर्वत्र तदेव यदा आदौ दृष्टवन्तः खलु तादृशमेव सर्वत्र क्रियातिपत्तौ भूते विकल्पेन लृङ्लकारः भविष्यत्काले नित्यं लृङ् भविष्यत्काले नित्यं भूतकाले विकल्पेन तथापि अत्रापि किं वृत्ते लिङ् लृटौ इत्यस्मिन् यथा तथैव अत्रापि किं वृत्ते लिङ् एतस्मात् पूर्वतनसूत्र तत्र लृङ्ते अपि च लृट् खलु तत्रापि लिङ् प्राग्वत् खलु लृङ् प्राग्वत् इत्यनेन तत्र पूर्वतनसूत्रं विभाषा कथमी लिङ् च इत्यस्मिन् यथा अथ तथैव अत्रापि इति उक्तं सो तत्र पूर्वमेव आगतम् एतद् भूते च इत्यस्मात् एव आगतम् सो किं वृत्ते लृङ्लृतौ भाषा कथमी लिङ्गि च सर्वत्र तदेव अतीते इत्युक्ते भूतकाले विकल्पेन लृङ् भविष्यत्काले नित्यं लृङ् भूते च इति सूत्रे पश्यतु तत्रैव आसीत् गतपाठे वयं दृष्टवन्तः गर्भायां लडापि जातोः इत्यस्मात् पूर्वं तदासीत् पोताप्योः just before that bhute cha okay na sambhavayami bhavan harim anindishyat so na sambhavayami okay bhavan harim anindishyat oh anindishyat kriyadipattav ring kriyadipattav bhutakale okay अनिन्दिष्यत् न मर्षये भवान् हरिम् अनिन्दिष्यत् अस्तु लकारास् इट्सेल्फ् टेक्स् सम् टैम् अनिन्दिष्यत् इति ड्रिङ्ग् लकारः न सम्भावयामि इति अनवक्लुप्तौ अमर्षये अक्षमा अक्षमा खलु अर्थः तत्र क्रियाधिपति भवेत् हेतुमद्भावोः क्रियाधिपति अस्ति चेत् भूतकालार्थे विकल्पेन भविष्यत्कालार्थे नित्यं ऋग्लकारः भवति अन्यत् उदाहरणं लृङ्लकारस्य न अवकल्पयामि न सम्भावयामि न मर्षये न श्रद्धते न श्रद्धते तत्र भवान् प्रायः खलु श्रद्धते न श्रद्धते श्रद्धते एव भगिनि श्रद्धते एकार खलु श्रद्धा श्रद्ध न श्रद्धते ते ते बिकम्स् दे ऐ गेस् ओ अस्तु अस्तु न श्रद्धते बट् उत्तमपुरुष एकवचनं खलु न सम्भावयामि न मर्षये न श्रद्ध ये खलु देन् नो श्रद्धे नो नो नो बट् भवती उक्तवती खलु न श्रद्धे तदेव खलु ते इत्यन्ते सहिते द्वे ये वहेमहे ये वहेमहे खलु ये श्रद्धे इति भवेत् श्रद्धे प्रथमपुरुषः नास्ति उत्तमपुरुषः खलु अस्तु श्रद्धेति धातुः वा श्रद्ध धातु अस्तु अति पठतु भवान् मांसम् अभोक्ष्यत अभोक्ष्यत अभोक्ष्यत ओके अहं भावयितुं न शक्नोमि यत् भवान् मांसम् अखादिष्यत् अत्र वस्तुतः भवान् न खादितवान् अतः क्रियाधिपत्तिः अस्ति अत्र वस्तुतः भवान् न खादितवान् अतः क्रियाधिपत्तिः अस्ति तदर्थं विकल्पेन भूते भविष्यति च नित्यं लृङ्क् अपि च येषु सूत्रेषु सर्वत्र तथा नाम यत्र यत्र लिङ्निमित्तम् अस्ति तत्र सर्वत्र क्रियाधिपत्तौ लृङ् यदि एवम् अभविष्यत् तर्हि तथा अकरिष्यम् इति आकृतेः आवश्यकता नास्ति यदि एवम् अभविष्यत् तर्हि तथा अकरिष्यम् इति आकृतेः आवश्यकता नास्ति केवलम् अपेक्ष्यते क्रियाधिपत्तिः ओके न ओके न लिङ्गकारस्य लिङ्गकारस्य तत्र आदिमासीत् खलु तत्र किमस्ति तत्र भवेत् इति कारणं भवेत् इति तादृश नास्ति तादृश हेतु इति न आवश्यकम् इति ओ हेतु हेतुमान् इति न आवश्यकम् इति वा तदेव तत्र यत्र यत्र लिङ् निमित्तम् अस्ति तत्र सर्वत्र क्रियाधिपत्तौ लृङ् अस्तु अपि च येषु सूत्रेषु सर्वत्र तथा नाम यत्र यत्र लिङ् निमित्तम् अस्ति तत्र सर्वत्र क्रियाधिपत्तौ लृङ् यदि एवम् अभविष्यत् तर्हि तदा अकरिष्यत् इति आकृतेः आवश्यकता नास्ति ओ अस्तु केवलम् अपेक्ष्यते क्रियाधिपत्तिः क्रियाधिपतिः एव आवश्यकम् इति वदतु न अवकल्पयामि न सम्भावयामि न मर्षये न श्रद्धे तद् धा धातोः श्रत् योगः धा इति उक्तं द्रष्टव्यं किं रूपम् इति एतत् किञ्चित् दोषाय तत्र भवान् मांसम् अभोक्ष्यत इति न अवकल्पयामि इति उदाहरणं तत्र किम् उक्तम् अहं भावयितुं न शक्नोमि यद् भवान् मांसम् अखादिष्यत् इति लृङ् प्रयोगः भवान् न खादितवान् अतः क्रियाधिपत्तिः अस्ति अस्तु, तदर्थं विकल्पेन भूते भविष्यति च नित्यं लृङ्ग, अस्तु तदपि अवगतम्. अपि च एषु अस्ति भगिनि क्रियातिपत्ति अस्ति चेत् किमर्थं दिस् कैण्ड् आफ् अ स्टेट्मेण्ट् इस् देर्? अत्र वस्तुतः भवान् न खादितवान्, न अवकल्पयामि तत्र भवान् मांसम् अभोक्ष्यत खलु, अभोक्ष्यत. अत्र लृङ्लकारप्रयोगः, क्रियातिपत्तिः अपि न खादिष्यति इति दृढविश्वासः अस्ति इति क्रियातिपत्तिः. दृढविश्वासः अस्ति अस्ति क्रियातिपत्तिः, यदा क्रियातिपत्तिः भवति, क्रियातिपत्तिः भविष्यति इति, भवान् न खादयति इत्येव मम दृढविश्वासः अस्ति. तादृशसन्दर्भे वयं भविष्यत्काले वक्तुं शक्नुमः. तत्र यदा गतपाठे दृष्टं खलु, जाया त्यजेत् गच्छति कुत्रचित् तादृशं, तत्र नित्यं भविष्यति चेत् नित्यं दृङ्ग. अपि च एषु सूत्रेषु सर्वत्र तथा, नाम यत्र यत्र लिङ्निमित्तम् अस्ति तत्र स क्रियातिपत्तौ लृङ् सत्यं. यदि एवम् अभविष्यत् तदा अहम् अकरिष्यं तर्हि इति आकृतेः आवश्यकता नास्ति. इत्युक्ते तद् हेतुमत् भावस्य आवश्यकता आवश्यकं नास्ति, केवलं क्रियातिपत्तिः अस्ति चेत् तत्र भवितुम् अर्हति इति वदति. तत्र वयं तु हेतुमद्भावः कुत्र इति दृष्टवन्तः खलु, तद् न आवश्यकम् इति वदति. केवलं क्रियातिपत्तिः अस्ति चेत् पर्याप्तम् इति, तस्य अपेक्षा नास्ति हेतुमद्भावस्य. एतद् सर्वम् एकवारं पठनेन किमपि न बहुवारं पठन तद् एकवारं पठामः, तत्र पुनः पुनः नूतन अर्थः अवगच्छामः. गतपाठे पठितवन्तः एव, परन्तु एतत् इदानीम् इतोपि इति किमपि अर्थः किञ्चित् एव अवगम्यते. प्रयोगः नास्ति खलु भगिनि, प्रयोगः अस्ति चेदेव वयम् अवगन्तुं शक्नुमः. केवलं थियरि पठामः तत्र कथं वा, तदपि सप्ताहस्य एकवारं तत्र कथं वा, तत् प्रतिदिनं पठनीयं. व्याकरणम् अस्ति चेत् प्रतिदिनं शास्त्रं स्वीकृत्य, अथवा प्रयोगे तद् भवेत्. प्रयोगे अपि नास्ति, एकवारं पठामः ततः एतादृशमेव भवति. इवन् लिटिल् वि अण्डर्स्टाण्ड् इस् बहु किमपि. अस्तु महोदय, धन्यवादः. सत्यं तद् तादृशमेव भवति. तत्र यूनिवर्सिटि जनाः प्रतिदिनं ते पठन्ति, टेक् व्याकरण स्पेशलैजेशन्, प्रतिदिनं दे विल् डू व्याकरण खलु, तत्र भिन्नभिन्नरीत्या. वयं तु टैम् पास् इव पठामः, तदा कथं वा अवगन्तुं शक्नुमः? इट्स् डिफिकल्ट् भगिनि. तदपि किङ्किल अस्ति अर्थेश लिट् लिट् अस्ति. अस्तु, असम्भावनायां च असहनायां च किङ्किल इति उपपदं च अस्ति चेत् अस्य अर्थे अनयोः पदयोः उपस्थितौ धातुतः लिट् भवति. किङ्किल इति शब्दः क्रोधार्थे अस्ति इति इत्यादयः इत्युक्ते अस्ति भवति विद्यते. क्रोधार्थे अस्ति इत्यादयः किङ्किल अस्ति अर्थेषु इति अस्ति, अस्ति अस्ति इत्युक्ते अस्ति भवति विद्यते इति. तत्र अब्दातत्व धात्वर्थ अन्यानि भू धातु विद् धातु. अस्तु, काशिकायाम् अनवक्लृत्य अमर्षयोः इति वर्तते. किङ्किल शब्दः समुदाय एव उपपदम्. अस्त्यर्थाः अस्ति भवति विद्यतयः इति. किं किल अस्ति अर्थेषु उपपदेषु अनवक्लृत्ति अमर्षयोः धातोः लृट् प्रत्ययः भवति, लिङ्गः अपवादः. लिङ्निमित्तम् इह नास्ति इत्येन लृङ् न भवति. सिद्धान्तकौमुद्याम् अनवक्लृप्ति अमर्षयोः इत्येतत् गर्हायां च इति यावत् अनुवर्तते. किङ्किल इति समुदायः क्रोधद्योतकः उपपदम् अस्ति. अस्त्यर्थाः षष्टि भवति विद्यतयः, लिङ्गः अपवादः. अतः अत्र लृङ् न भवति. अस्तु, लिङ् नास्ति चेत् लिङ् अपि न भवति. अस्तु, पूर्वतनसूत्रे लिङ्ग् आसीत् तत्र अनवक्लित् अमर्षयोः, परन्तु गर्हः नासीत्. इदानीं तत्र किङ्किल इत्यनेन गर्हः निन्दा अस्ति, अनवकृत्य अमर्ष अपि अस्ति. द्वयमपि अस्ति अत्र. अनवक्लिप्ति अपि अस्ति, अनवक्लिप्ति अस्ति, परन्तु किङ्किल इति अस्ति. तत्र पूर्वतनसूत्रे तत्र तत्र केवलं तत्र सम्भावयते इति तादृश एव. लिङ् निमित्तं नास्ति अतः लृङ् न भवति. लिङ्ग् न भवति, केवलं आम्. लिङ्निमित्तस्य भावे लिङ्ग् अवसरः अपि नास्ति. अतः यथा गर्खायां लट् अपि जातोः इत्यस्य स्थले अत्रापि सूत्रं केवलम् अत्र स्थापितम् अनुवृत्त्यर्थम्. अस्तु, अनुवृत्त्यर्थम् अत्र किङ्किल इति प्रायः आवश्यकम् इति चिन्तयामि. अस्तु, अग्रे किं अस्ति अर्थे येषां ते अत्यर्थाः, किङ्किलश्च अत्यर्थाश्च तेषाम् इत्यत्र द्वन्द्वः. किङ्किल अत्यर्थाः तेषु, किङ्किल अत्यर्थेषु, किङ्किल अस्ति अर्थेषु सप्तमन्तम्, किङ्किल अस्ति अर्थे सप्तमिते उपपदम् इति सप्तमे अस्ति. लृट् पदमान्तं द्विपदमितं सूत्रम् अनवक्लिप्ते अमर्षयोः अमर्षयोः अकिं वृत्ते अपि इत्युक्ते किं वृत्ते अकिं वृत्ते द्वयमपि भवति वा. इत्यस्मात् क्षमतम् इत्यस्मात् इत्यस्मात् अनवक्लिप्ते अमर्षयोः इत्यस्य अनुवृत्तिः. अस्तु, किं वृत्ति आवश्यकं, किङ्किल किङ्किल इति किं वृत्ति इति किङ्किल इति तत्र तत्र किङ्किल इति तत्र अर्थः क्रोधः क्रोधार्थे गर्ह इति कदापि क्रोधगर्ह इति तदेव क्रोधेन गर्हः भवति. सत्यं, क्रोधः अस्ति चेत् गर्हः अपि भवति खलु. शान्तः तु न भवति, शान्तिः न भवति. सत्यम्, अतः साक्षात् तद् अनुवर्तते एव. किं किल अस्ति सुप्तमन्तं लुट्प्रथमान्तं द्विपदविसूत्रम् अनवृत्तम् अमर्षयोः किं वृत्तेः अपि इत्यस्मात् अनवृत्त्यमर्षयोः इत्यस्य अनुवृत्तिः धातोः प्रत्ययपरश्च अधिकारः अनुवृत्ति सूत्रमस्ति. अनवृत्ति अमर्षयोः किं किल अस्ति अर्थेषु धातोः लुट् प्रत्ययपरश्च. सिद्धान्तकौमुद्यां काशिकायां च निदर्शनं समानप्रकारकम्. अस्तु, तत्र निदर्शनं दृष्ट्वा एव अर्थ अवगम्यते. निर्दान्तकौमुद्यां निदर्शनमस्ति न श्रद्धते न मर्चये वा किङ्किलत्वं शूद्रान्नं भोक्ष्यसे, अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि. न श्रद्धते इति तत्र न श्रद्धते इति अतः अनवक्लिप्ति खलु, न सम्भवयामि इति. न श्रद्धते अथवा न मर्षये इति अनवक्लिप्त्य अमर्षे न मर्षये इति. अपि च न मर्षये किङ्किलत्वं शूद्रान् भोक्ष्यसे अथवा न श्रद्धते किङ्किलत्वं शूद्रान्नं भोक्ष्यसे इति लृट्लकारः. अपि च अस्ति अस्ति अस्ति अस्ति वा अस्ति शूद्रीं गमिष्यसि इति, अथवा भवति शूद्रीं गमिष्यसि, विद्यते शूद्रीं गमिष्यसि इति अर्थः खलु. इति वा वाक्यं द्वयं खलु अनवक्लिप्तमर्षयोः एकं किं किल अस्ति अन्यत् अस्ति अर्थ अस्ति अर्थे वाक्यद्वयम् इति. धातुतः श्रद्धते इति आगच्छति, न तु अन्यत् किमपि. श्रत् इति प्रायः तत्र किमपि उपसर्गं योजयित्वा श्रद्धते इति रूपम् उत्तमपुरुषे एकवचने अत्र अर्थः अस्ति न श्रद्धते किं किल त्वं शूद्राणां भोक्षसे इत्यत्र अर्थः अस्ति अहं विश्वासं न करोमि, सम्भावनां न पश्यामि, आशञ्च न करोमि यत् त्वं शूद्रस्य अन्नं खादसि इति. तत्र न मश्यये इति किं किल त्वं शूद्राणां भोक्षसे इत्यतः क्रोधः अस्ति. अहं सहनं न करोमि, क्षमां न करोमि एतत् ज्ञात्वा यत् त्वं शूद्रस्य अन्नं खादसि इत्यर्थः. आं किं किल इति प्रथमे वाक्ये अनवक्लिप्ति इत्युक्ते न श्रद्धते इति अनवक्लिप्तिः इत्यर्थः अस्ति. अपि च क्रोधद्योतक किं किल इति शब्दः उपपदे अस्ति. तद् अनवक्लिप्तिः भवेत् अपि च किं किल भवेत् तदा लृट्लकारः. पूर्वतनसूत्रे अनवक्लिप्तिः अस्ति परन्तु क्रोधद्योतकः नास्ति. तत्र लृट्लकारः तत्र भवति खलु, तत्र लिङ्लकारः अपि लिङ्लकारः अपि लिङ्लकारः खलु, लिङ् अपि लिट् अस्तु. तत्र गतसूत्रे खलु गतसूत्रे तत्र एव किङ्किल केवलं किङ्किल नास्ति अन्यत् सर्वम् अस्ति खलु. किङ्किल अस्ति अर्थेषु तत्र पृच्छति वा महोदय अथवा अनवक्लिप्ति पृच्छति वा? न किङ्किल इति अस्ति अर्थः इति नास्ति, अन्यत् अनवक्लिप्ति अमर्श इति अस्ति तत्र. केवलं किङ्किल अस्ति चेत् केवलं किङ्किल अस्ति अपि अनवक्लिप्ति अमर्श अस्ति चेत् केवलं लृट्, यदि किङ्किल नास्ति चेत् लृट् अपि लुङ् अपि लिङ् अपि भवति. ओ ओ ओ तादृशम् अस्तु सर्वं स्मर्तव्यं. क्रोधः प्रथमम् आगच्छति चेत् लिङ्ग् अपि नास्ति लिङ्ग् अपि नास्ति वा? अत्र नास्ति, अत्र नास्ति, केवलं लिट् केवलं लिट् अस्तु. आं क्रोधः आगच्छति चेत् निन्दायां गर्हायां गम्यमानायां केवलं लिट् प्रयोगः. अत्र अत्रापि एतत् यद्यपि लिङ्लकारस्य सूत्रं नास्ति परन्तु प्रायः अनुवृत्त्यर्थं यथा लङ्कापिजातो इति गर्हायाम् इति आसीत् तत्र ततः अत्र स्थापितमस्ति. अत्र प्रथमे वाक्ये अनवक्लिप्ति इत्यर्थः अर्थः अस्ति अपि च क्रोधद्योत किङ्कर इति शब्दः उपपदे अस्ति. द्वितीयवाक्ये अमर्ष इत्यर्थः अस्ति अपि च क्रोधदोत किङ्किल इति शब्दः उपपदे अस्ति. भुज् धातुः धातुतः अनवक्लिप्त्यमर्षयोः किं किं वृत्ते अपि इत्यनेन लिङ् लृट् चेति द्वयोः लकारयोः प्राप्तिः भवति स्म, परन्तु एतत् प्रभाद्य किङ्किल अस्त्यर्थेषु लृट् इत्यनेन केवलं लृट् लकारस्य प्राप्त्या भोक्षसे इति रूपं भवति. अस्तु तत्र अस्य प्रसक्तिः अस्ति अनवक्लिप्ति अमर्ष इति अस्ति चेत् तत्र पूर्वतनसूत्रस्य अवश्यक तत्र प्रसक्तिः भवति. तथा निवारणार्थं तत्र किङ्किल इति अस्ति चेत् अपि अत्र भवितुमर्हति, परन्तु इदानीं सूत्रम् आगत्य तत्र तस्य अपवादं करोति. सत्यं केवलं दृट् एव भवतु इति वदति. अतः पूर्वतनसूत्रे किङ्किल इति अस्य तत्र न भवेत् इति तादृशसूचना नास्ति खलु पूर्वतनसूत्रे. अनवक्लिप्ति अमर्षयोरित्यत्र तत्र किङ्किल अस्ति चेदपि भवितुमर्हति भवति स्म खलु. सत्यं तत् तत् प्रभाते यदि किं 145 146 किङ्किल इति उक्तम् लिट् एव भवतु इति किङ्किल इति किङ्किल इति किम् अपि शब्दस्य किल इति शब्दसमासः सत्यम् अव्ययं किम् अव्ययम् अव्ययं सत्यं सत्यम् स्वपदं सम्यक् अस्तु. अरुणा भगिनी भगिनी कुत्र दृष्टवती धा धातुतः अस्ति इति? तद् अष्टाध्यायी डाट् काम् मध्ये एव कोश अन्वेषणम् इति कृतवती. स्वत्ययोगः धा इति उक्तम् परन्तु पूर्णतया न दृष्टवती भगिनी. दधे इति रूपम् अस्ति परन्तु धे एव अल्पप्राण महाप्राण तु महाप्राण स ऐ एम् नाट् एबल् टु सी. तत्र प्रायः टङ्कणदोषः एकत्र महाप्राणद्वयम् उक्तं खलु ध ध इति अन्यत्र तु तथा नास्ति. दधे एव अल्पप्राण महाप्राण एव आं भगिनि. अरुणा भगिनि किं प्रवचनीयं भगिनि? अस्ति अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि इति तत्र वन् टु त्रि इति अस्ति खलु. अस्ति भवति विद्यते वा शूद्रीं गमिष्यति प्रथमवाक्यं त्वं शूद्रीं गमिष्यति इति अस्ति. त्वं शूद्रयाः गमनं करोति तथा अस्ति किं? द्वितीय अत्र गमिष्यति इति अस्ति इति धातु प्रयोजनं. त्वं शूद्रीं गमिष्यति इति भवति तत्तम् अर्थमस्ति. त्वं शूद्रयाः गमनं करोति तथा अस्ति किम्? त्वं शूद्रीं गमिष्यति इति विद्यते त्वं शूद्रयाः गमनं करोति तथा अस्ति किम्? अत्र त्रीणि वाक्यानि दत्तम् अनवकृप्ति इत्यत् अस्ति. सामान्यतया अस् धातु भू धातु विद् प्रयुज्यते तदेव वाक्यानि दत्तं. तं शूद्रीं गमिष्यति इति अस्ति भवति विद्यते इति. एषु त्रिषु वाक्येषु किं किल असि असि लुट् इत्येन केवलं लुट् लकारस्य विधानानि गमिष्यति इति पदं भवति. इमानि त्रीणि वाक्यानि अस्ति अर्थस्य उदाहरणानि. अत्र रुङ् अत्र रुङ् न अत्र भविष्यति नित्यं रुङ् भूतो वा भविष्यति नित्यं रुङ् भूतो वा इति पूर्वोक्तः विधिः न भवति यतोहि एषु वाक्येषु लिङ्गनिमित्तता नास्ति. ओके अत्र त्रीणि सूत्रवाक्यानि अस्ति लुट्लकार अस्ति गमिष्यति इति पदेन अस्ति इति अस्य उदाहरणम् अस्ति. भविष्यति नित्यं लु भूते न भवति किमर्थमस्ति विदिलिङ् निमित्तं नास्ति अतः लृङ्लकार भूतकाले भवितुं न भवति. सत्यम् अस्मिन् सूत्रे स्पष्टतया लृट् एव भवतु इति उक्तं खलु. अतः अत्र लृङ् न भवति. भविष्यति नित्यं लृङ् भूते वा इति यत्किमपि पूर्वं लृङ्गः प्राग्वत् इति पठितं खलु तत्सर्वम् अत्र न भवति अस्मिन् सूत्रे न भवति. किमर्थम् इत्युक्ते लिङ् निमित्तता अत्र नास्ति इति. आं भगिनि अग्रिमसूत्रं जातु यदोर्लिङ्ग् जातु यद् इति उपपदे सति असम्भावनायां च असहनायां च धातोः लिङ् भवति न तु लुट्. अनवकृप्त अमर्षयोः अकिंवृत्ते अपि इत्यस्य अपवादः यतोहि अनेन लिङ् च लुट् च इति लकारद्वयं भवति स्म किन्तु प्रकृतसूत्रेण केवलं लिङ् भवति न तु लुट्. यदा यदा यदि योः उपसंख्यानम् इति वार्तिकेन च उच्यते यत् यदा च यदि च इति उपपदरूपेण भवतः चेदपि लिङ् न तु लुट् भवति. उपसङ्ख्यानाम् इत्यस्य कथनेन उपपदचतुष्टयं करणीयम् अस्ति, नाम सङ्ख्या न्यूना आसीत् अनयोः द्वयोः अपि उपपदेयोः संयोजनं स्यात्. काशिकायाम् अनवक्तृप्त अमर्षयोः इति एव जातु इति एतयोः उपपदयोः अनवक्लुप्त अमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययः भवति. लुट् अपवादः. सिद्धान्तकौमुद्यां यदि यद्यौ उपसङ्ख्यादां वार्तिकं लुट् अपवादः. लुङ् प्राग्वत् जातुः च यच्च जातु यदौ तयोः जातु यदोः इतरेतर योगद्वन्द्वः. जातु यदोः सप्तमी वचनं सप्तमी या इदं सप्तमीवचनान्तं लिङ् प्रथमान्तं द्विपदम् इदं सूत्रम् अनवक्लुप्त अमर्षयोः किं वृत्तिः अपि इत्यस्मात् अनवक्लुप्त अमर्षयोः इति अनुवृत्तिः लिङ्निमित्तो लुङ् क्रियातिपत्तो इति सूत्रेण सूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः उत्थाप्य इत्यस्मात् वा इत्यस्य अधिकारः. धातोः प्रत्ययः परश्च इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इति अधिकारः ओतापियो इत्यस्मात् वा इति अधिकारः. धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अनवक्लुप्तमर्षयोः जातु यदौ धातोः लिङ् प्रत्ययः परश्च लिङ्निमित्ते भूते च वा लुङ् क्रियातिपत्तौ. ओके, अनवक्लुप्तसूत्रमस्ति जातु यदौ लिङ् जातु यद उपपदे सति असम्भनायां च असहनायां च धातोः लिङ् भवति न तु लुट्. पूर्वं सूत्रम् अनवक्लुप्त अमर्षयोः अकिं तेपि अत्र लिङ्ग् लुट् बोत् हेपन्स् भगिनि. सत्यं, तत्र तस्य अपवादः यत् बट् परन्तु जातु यदि शब्दः अस्ति, यत् शब्दः अस्ति चेत् केवलं लिङ्ग् भवति. केवलं लिङ्ग् भवति यदा यद्योः उपसङ्ख्यानाम् इति वार्तिकं एकं वार्तिकम् अस्ति. यद्योः उपसङ्ख्यानाम् इति वार्तिकेन उच्यते यथा यदि अपि उपपदरूपेण भवति चेदपि लिङ्क् भवति न तु लोट्. साधारणभाषाणां सम्पूर्णार्थं यद् यदा यद् अस्ति अपि सूत्रे उपपदे अस्ति चेत् केवलं विधलिङ्ग् भवति न तु लुट् लकारः भवति. भगिनि सत्यं, तत्र उपसङ्ख्यानम् इत्यनेन तत्र उपपदचतुष्टयं जातु यद् यदा यदि चतुष्टयम् अपि गणनीयम्. तदेव अस्ति खलु, तत्रापि काशिकायामपि तदेव उक्तम् अनवक्लुप्ति अमर्षयोः इत्येव, तत्र जातु यदोर् लिङ्ग् इति अनक्लृप्ति अमशयोरित्येव जातु यदि यदि एतयोः उपपदयोः अनवक्लृप्ति अमशयोः गम्यमानयोः धातोः लिङ्गप्रत्ययः भवति लृटः अपवादः इति उक्तम्. सिद्धान्तकौमुद्यामपि एतदेव उक्तं लृटः अपवादः लृङ्गः लृङ्प्राग्वत् लृङ्प्राग्वत् इत्युक्ते यदा वयं गतसूत्रे दृष्टवन्तः खलु भविष्यति नित्यं लृङ्गभूते वा इति तत्रापि अत्रापि आगच्छति. धातोः लिङ्प्रत्ययः परश्च लिङ्निमित्ते भूते च वा लृङ्क्रियातिपत्तौ क्रियातिपत्तु प्रत्तिः भवेत् अत्र अनवक्लिप्ति अमर्षयोः जातु यदोः जातु इति वयं पूर्वं दृष्टवन्तः अत्र यद् इत्यपि योजितं खलु. आम् आं भगिनि इदानीम् उदाहरणं पठतु स्पष्टं भवति. सिद्धान्तकौमुदं निदर्शनमस्ति जातु यदा यदि वा तावद्दृश्यः हरिं निन्देन अवकल्पयामि न नश्यामि. अत्र अष्टवाक्यानि भवन्ति. जातु तावद्दृशौ हरिं निन्देन अवकल्पयामि. जातु तावद्दृशः हरिं निन्देन अवकल्पयामि. जातु तावद्दृशे हरिं निन्देन भविष्यामि. उत्तम पुरुष यत् न जातु तावद्दृशो हरिं निन्देत् न अवकल्पयामि. यत् यत् शब्दः अस्ति चेत् यत् तादृशौ हरिं निन्देत् न मश्रयति. अत्र मश्यति इति लोट्लकार. यदा तावद् यदा त्वा दृष्टौ हरिं निन्देत् न अवकल्पयामि. यदा त्वा दृशौ हरिं निन्देत् न मस्यते आश्रयामि. यदि त्वादृशौ हरिं निन्देत् न अवकल्पयामि. यदि त्वादृशौ हरिं निन्देत् न मश्रयामि. अत्र वाक्यद्वयं द्वयं दत्तं जातु इति प्रयोगेन अवकल्पयामि मर्शयामि इति वाक्यद्वयं. यत् इत्यनेन अवकल्पयामि मर्शयामि, यदा इत्यनेन यदि इत्यनेन. अतः एव अष्टवाक्यानि. आं भगिनि अग्रे त्वम् इव व्यष्टिः. त्वम् इव व्यष्टिः हरेः निन्दां कुर्यात्. एतत् अहं कल्पनां कर्तुं न शक्नोमि अथवा सहनं कर्तुं न शक्नोमि. ओके, तत् अर्थं दत्तं चेत् मीनिङ्ग् इस् गिवन् देट् त्वम् इव व्यष्टिः हरिं निन्दां कुर्यात्. विदलिङ्ग् अस्ति. एतत् अहं कल्पनां कर्तुं न शक्नोमि वा सहनं कर्तुं न शक्नोमि इति अर्थः. उक्तेषु वाक्येषु क्रमशः जातु यत् यदा यदि एतेषां योजनं च चतुर्षु वाक्येषु असम्भावना च चतुर्षु वाक्येषु अक्षमा इति अर्थः अस्ति. जातु च यच्च जातु यदोर्लिङ् इति सूत्रेण च यदा च यदि च यदा यद्योः उपसङ्ख्यानाम् इति वार्तिकेन निन्दाधातोः लिङ्विहितः इति कृत्वा निन्दा निन्देत् इति रूपं भवति. अत्र विद्वत् अष्टवाक्येषु उदाहरणं जातु यत् यदा यदि प्रयुज्य अवकल्पनार्थे असम्भावनार्थे असहनार्थे दत्तमस्ति. सत्यम्. अनेन तत्र निन्द् धातोः लिङ्ग् विहितः लिङ्गेव. सत्यम्. लिङ्ग् लृङ्ग् प्राग्वत् इत्यनेन लृङ्लकारः अपि भवति. तदेकम् एव वाक्यमस्ति भगिनि, तत् पठति वा? लृङ् प्राग्वत् लिङ्ग् प्राग्वत् अत्र भविष्यति नित्यं लृङ् भूते वायतनयोः प्रसक्तिः अस्ति, तद् अनुसृत्य च लकारस्य प्रयोगो भवति. ओत्यात्यु इत्यस्मात् वा इत्यस्य अधिकारः, अतः पक्षे लुङ् लकारः अपि भवति अनिन्दिष्यः इति. तदपि तदेव पठितं खलु, लृङ्लकारः अपि भवति. किमर्थम् इत्युक्ते लृङ् प्राग्वत् इति अस्ति, अतः ओताप्यः इत्यस्मात् वा इत्यस्य अधिकारः अस्ति, अतः एतदपि भवति विकल्पेन भवति. एतदेव. सो वयं यच्च अग्रिमसूत्रम् अग्रिमसप्ताहे पठामः. अद्य एव बहु किमपि पठितं. जातु जातु यादु यदोर्लिङ्ग् अनवक्लुप्ति अमर्षयोः किङ्किला अस्ति अर्थेषु लृट्. इतोपि एकं पठितं खलु, तदेव पठितं. किं वृते लृङ् लृटौ तदपि पठितम् अद्य. 144 145 146 एतदग्रिममेव वा 147 पठितम्. अग्रिमसप्ताहे अग्रे अनुवर्तयिष्यामः. समीचीनं. धन्यवादः. धन्यवादः.